गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अत्र वयं जीवात्मनिरूपणावसरे स्मः। तत्र जीवाः अनेकाः, अपि च तस्य परिमाणं विभुः, पुनः सः नित्यः इति एतत् सर्वं किञ्चिदिव गते वर्गे अधीतं। तत्र जीवस्य नित्यत्वं किमर्थं स्वीकर्तव्यम् इत्यस्मिन् विषये तत्र पाठः किञ्चिदिव दत्तमस्ति। जीवस्य अनित्यत्वे का क्षतिः? यदि जीवस्य अनित्यत्वं स्वीकुर्मः तर्हि कः दोषः भवति इति प्रश्नः। तत्र के तर्काः दत्ताः इति कोऽपि वदति वा? तर्कद्वयं तत्र उक्तम्। महोदय प्रश्नं पृच्छतु महोदय पुनः। जीवस्य अनित्यत्वे का क्षतिः? यदि जीवस्य अनित्यत्वं स्वीकुर्मः तर्हि तत्र कः दोषः भवति इत्यस्मिन् विषये यावदस्माभिः अधीतं तत्र तर्कद्वयम् उक्तमस्ति। एकं तर्कम् अहं स्मरामि, जीवे पापपुण्याः सन्ति, पापपुण्यानि सन्ति, यदा जीवः अनित्यश्चेत् पापपुण्यानां नाशः भवति, तदा कथं वा पुनर्जन्म आधारः अस्ति? आधारस्य नाशः भवति चेत् तदा तत्र कारणस्य नाशे कार्यस्य नाशः भवति, अतः कारणेन पापपुण्यानां नाशः भवति, तदा कथं वा पुनर्जन्मं भवितुम् अर्हति इति एकः तर्कः इति अहं स्मरामि। सत्यं, समीचीनं, किन्तु अत्र कारणम् इति कीदृशकारणं? कीदृशकारणम् इति कारणं कीदृशकारणं आगच्छामि महोदय। अत्र अत्र कारणं कार्यम् इति वदति चेत् यथा घटः घटस्य कारणं मृद् भवति तद्वत् वा? प्रायः तादृश नास्ति, गुणः अस्ति, इति आत्मनि आत्मगुणाः सन्ति पापपुण्यं धर्माधर्मसंस्कारः इति, तत्र अतः तादृशकार्यकारणं न भवितुमर्हति। सत्यं सत्यम्। अपि च पुण्यं पापं धर्मः अधर्मः इति द्वयमपि आत्मनः विशेषगुणः अस्ति, विशेषगुणः अन्यत्र यत्र कुत्रापि न लभ्यते। सत्यम्। अपि च मया कृतं पापं मयि आत्मनि एव लभ्यते। सत्यं महोदय। अतः तत्र मम पापपुण्यानाम् आधारः एक एव भवितुमर्हति, तत्तु मम आत्मा इत्युक्ते अहमेव, तेषाम् अधिकारः भवति इत्यतः तत्र अधिकारत्वेन अधिकरणत्वेन कारणं भवति। तत्र कारणकार्यं अधिकरणत्वेन कारणत्वं साधितमस्ति अत्र। समान उदाहरणं कथं भवति महोदय? घट मृत् इति उक्त्वा समान तादृशसमान उदाहरणमस्ति वा? तत्र अस्माभिः दृष्टं किल, घटनिर्माणावसरे कार्यादिकरणे भवेत्, अपि च तदा भवेत्, पूर्वक्षणे भवेत् इति भवेत् इति यत्किमपि तत्र अस्ति तत्सर्वं कारणं भवति इत्यतः अत्र अधिकरणत्वेन कारणत्वं साधितमस्ति। अपि च आत्मगुणः धर्मः अधर्मः पुण्यं पापम् इति विशेष आत्मगुणाः इति कृत्वा आत्मना विना अन्यत्र न लभ्यते. अपि च मम पापं पुण्यम् अन्येषाम् आत्मनि न लब्धुम् अर्हः इति कृत्वा मयि आत्मनि एव लभ्यते. अतः अपि च तत्र यदि पापपुण्यानां नाशः स्वीकुर्मः तर्हि इतोपि किञ्चिदिव दोषः भवति. तदेव इदानीं अग्रे पठेम. किन्तु तस्मात् पूर्वं प्रथमतर्कः आसीत् तत्र पृथिवी जलं तेजः वायुः मनः इति एतानि द्रव्याणि एव मूर्तद्रव्याणि इति अस्माभिः पठितं किल. तत्र मूर्तम् इत्युक्ते किम् इति चेत् यस्मिन् क्रिया सम्भवति तदेव मूर्तम् इति. अपि च पृथिवी जलं तेजः वायुः मनः इति एतानि मूर्तद्रव्याणि सन्ति. तेषु आत्मनः संयोगः वर्तते इत्यतः आत्मा विभुः अपि च आत्मा नित्यम् इति स्वीकर्तव्यं भवति इति द्वितीयमस्ति. महोदय, तत्र एकः संशयः अस्ति. पृथिवी यदा अहं घटं स्वीकरोमि, घटस्य संयोगः मयि कथं भवति महोदय? भवानेव चिन्तयतु, केन स्वीकरोति भवान्? हस्तेन स्वीकरोमि. हा, किन्तु भवान् किं वदति? अहं स्वीकरोमि इति वदति वा, नो चेत् हस्तः स्वीकरोति इति वदति वा? अहं पश्यामश्चेत् हस्ते एव स्वीकरोति. इदानीं हस्तः अपि च भवान् अनयोः मध्ये कः सम्बन्धः? अवयवी सम्बन्धः वा, तादृशं भवति वा? न, इदानीम् आत्मनः अवयवः हस्तः इति भवति वा? शरीरम् इति कीदृशद्रव्यमस्ति? पृथिवी अस्ति, पार्थिवद्रव्यमस्ति, पार्थिवद्रव्यमस्ति किल. शरीरम् इति पार्थिवद्रव्यमस्ति, अपि च आत्मा अपि च आत्मा अपि पार्थिवद्रव्यमस्ति. आत्मा अपि द्रव्यमस्ति, आत्मा अपि च शरीरम् अनयोः मध्ये संयोगः भवितुमर्हति किल. तादृशः इति कृत्वा, सत्यम् इति कृत्वा तत्र पृथिवी जलं तेजः वायुः इति एतत् सर्वं वक्तव्यं. नो चेत् इदानीं भवतः हस्तं तत्र घटस्य स्वीकरणं करोति चेत् आत्मा विभुः इत्यतः अहं घटं स्वीकरोमि इति मया वक्तव्यं भवति, किन्तु तादृशं नास्ति. भवतः शरीरः अपि च मम आत्मा अनयोः मध्ये तत्र संयोगः नास्ति. पुनः एकवारं वदतु महोदय. भवतः शरीरः, सत्यं सत्यम्. अपि यद्यपि आत्मा विभुः अस्ति, किन्तु मम शरीरः अपि च मम आत्मा अनयोः मध्ये एव तत्र सम्बन्धः वर्तते. सत्यं, मम शरीरे एव मम आत्मा उपलभ्यते. सत्यं, नो चेत् यत्र भवतः शरीरः अस्ति तत्रापि आत्मनः विभुत्वत्वेन तत्र आत्मा वर्तते एव, किन्तु न उपलभ्यते. तदा कथं विभु इति वदन्ति? हा, यदि विभुत्वं न स्वीकुर्मः तर्हि कः दोषः भवति? अत्र पश्यतु, तत्र परिमाणानि कानि सन्ति अस्माभिः अधीतानि परिमाणानि? तत्र परमाणुपरिमाणं परमाणु मध्यमपरिमाणं बृहत्परिमाणं. हा, इत्युक्ते परमाणुपरिमाणं परममहत् परिमाणं मध्यमपरिमाणं मध्यमपरिमाणं. यस्य कस्यापि मध्यमपरिमाणं स्वीकुर्मश्चेत् तस्य नाशः भवति. हा, तत्र अनित्यत्वं निश्चयेन भवति. आत्मनः अनित्यत्वम् अङ्गीकुर्मश्चेत् इदानीं कः दोषः भवति तत्र पापपुण्यानां पापपुण्यानां पुनर्जनं इत्यतः तत्र मध्यमपरिमाणं न स्वीकर्तुं शक्यते. सत्यम्. इदानीं तत्र आत्मनः परमाणुपरिमाणं भवितुमर्हति, परममहत्परिमाणं भवितुमर्हति. यदि ఆత్మనః పరమాణు పరిమాణం మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. ది పర్సన్ యు ఆర్ స్పీకింగ్ విత్ హస్ పుట్ యువర్ కాల్ ఆన్ హోల్డ్. అస్తు. హా, యది మధ్యమ పరిమాణం స్వీకరుమశ్చేత్ ఆత్మనః అనిత్యత్వం భవతి. ఆత్మనః ఆత్మ అనిత్యః భవతి. సత్యం. అతః इदानीम् आत्मनः परमाणुपरिमाणं नो चेत् परममहत्परिमाणं स्वीकर्तव्यं भवति. परमाणुपरिमाणं स्वीकुर्मश्चेत् आत्मा मूर्तद्रव्यं भवति. यथा मनः, अपि च इदानीं तत्र यत्र कुत्रापि मम स्पर्शः जायते चेत्, मम शरीरे स्पर्शः जायते चेत् अहमेव तस्य अनुभवं करोमि इत्यतः तत्र शरीरे आत्मा सर्वव्यापी भवेत्. यत्र यत्र मम शरीरम् अस्ति तत्र सर्वत्र मम आत्मा भवेत्. इदानीं परमाणुपरिमाणं स्वीकुर्मश्चेत् तत्र सर्वत्र आत्मा अस्ति इति न वक्तुं शक्यते. सत्यम्. अतः परमाणुपरिमाणम् अपि न भवितुमर्हति. इदानीं किम् अवशिष्टमस्ति? अतः परममहत् परिमाणं स्वीकृतम्. अस्तु महोदय, सम्यक् अस्ति तर्कः. तेषां सर्वं तत्र तर्केण एव ते सर्वं निर्मीयन्ते, साधयन्ति. इदानीम् इतोपि प्रश्नः भवितुमर्हति. यत् यद् भवता पृष्टं तत् समीचीनमेव. इत्युक्ते इदानीं विभुपरिमाणं स्वीकुर्मश्चेत् तत्र दोषः भवति वा, का क्षतिः भवति इति चिन्तनीयं. किमर्थं तत्र भवतः शरीरेण न उपलभ्यते, केवलं मम शरीरे एव उपलब्धिः भवति इति तत्र इतोपि किञ्चित् चिन्तनीयं भवति. तत्र अग्रे चिन्तयामः. इदानीं तत्र दोषः, एतद् दोषः वर्तते इति स्वीकुर्मः. मनसः लक्षणम् अधीत्वा तदनन्तरं पुनः अस्मिन् विषये चिन्तयामः. अस्तु, समीचीनं. हा, इदानीं तत्र नवषष्टिः तस्मिन् पुटे तत्र अन्तिमवाक्यमस्ति किल, अपरश्च इदानीं यत् इति, ततः वयं पठामः. अस्तु तर्हि श्रीराम महोदय, भवानेव आरब्धं करोतु. अस्तु महोदय. अपरश्च पूर्वपरिच्छेदम् अहं न पठित्वा तेन न पठितवन्तः. अपरश्च इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं नोपलभ्यते, लभ्येत. इमौ दोषौ एव कृतहान कृतहानाकृताभ्यागमौ इति शास्त्रे व्यवह्रियेते. कृतयोः पूर्वजन्मनि कृतयोः पापपुण्ययोः हानं नाशः. आश्रयरूपस्य जीवस्य नाशो तद्वर्तीनां सर्वेषां गुणानां नाशात्. अकृतस्य अभ्यागमः इदानीं यत् सुखं दुःखं वा अनुभूयते तस्य कारणं न वक्तुं शक्येत. तत्त्वमिदं सुविशदं मुक्तावल्यादिग्रन्थे चिन्तितं तत एवानुसन्धेयं. एव अनुसन्धेयम्. अस्तु, तत्र अपरश्च इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं न उपलभ्यते. यदा जीवस्य अनित्यत्वं स्वीकुर्मश्चेत् तदा पापपुण्योः कारणं न भवति इति वा. सत्यम्. अत्र इदानीं कः दोषः, कस्मिन् विषये चिन्तनमस्ति इति चेत्, यदि पापपुण्यानां नाशः स्वीकुर्मः तर्हि किं भवति इति. पापपुण्यानां नाश, इमौ द्वौ, इमौ इत्युक्ते पापपुण्यौ वा इमौ दोषौ, इमौ दोषौ इत्युक्ते द्वे द्वौ दोषौ अस्माभिः दृष्टम्. इमौ द्वौ दोषे एव कृतहान अकृत अकृत अभ्यागमौ इति शास्त्रे व्यवह्रियेते. क्षम्यतां, तत्र पूर्वस्मिन् वाक्ये तत्र प्रथमवाक्यं यद् भवता पठितं, तत्र सुखं दुःखं वा न अनुभवति तयोः कारणम्, अत्र कारणम् इत्यनेन किं परामर्शितम्? जीवः एकनिमिषं महोदय, अस्तु तथा किं तेन तथा अस्ति पूर्वजन्म. सुखस्य कारणं किम्? सुखस्य कारणं पुण्यं, तदेव कारणं, तदेव अत्र अत्र परामर्शितं. सुखस्य कारणं पुण्यं, दुःखस्य कारणं पापं. यदि पापपुण्यानां नाशः स्वीकुर्मः तर्हि सुखं वा दुःखं वा तेषां कारणं न उपलभ्यते इति उक्तम्. हा, इदानीम् अग्रे वदतु. इमौ दोषो एव एव कृतहान अकृत अभ्यगमौ इति कृतहान अकृत अभ्यागमः इति अभ्यागमः अभ्यागमौ इति अभ्यागमः कृतहान अकृत अभ्यागमौ शास्त्रे कृतयोः पूर्वजन्मनि कृतयोः पापपुण्योः हानं नाशः. कृतहान इत्युक्ते पूर्वजन्मनि यत् अस्माभिः कृतं तेन तेन जनित पापपुण्यानां पापपुण्ययोः हानम् इति कृतहान इति शब्दस्य अर्थः. आश्रयरूपस्य जीवस्य नाश्रये तद् वर्तीनां सर्वेषां गुणानां नाशात्. यदा एते पापं पुण्यं धर्म धर्म संस्कारः एते गुणाः आत्मगुणाः विशेषगुणाः आत्म जीवात्मनः नाशः भवति चेत् तदा तेषां नाशः अपि भवति इति सूचितमस्ति. अकृतस्य अभ्यागमः इदानीं यत् सुखं दुःखं वा अनुभूयते तस्य कारणं न वक्तुं शक्यते. यदा जीवात्मः नाशं प्राप्नोति तदा तस्य आत्मगुणाः अपि नाशं आत्मगुणानां नाशः अपि भवति. तदा कथं वा सुखं दुःखम् इति एतयोः कारणं अस्माभिः वक्तुं शक्यते. तत्त्वमिदं सुविशदं मुक्तावल्याग्रन्थे चिन्तितं ततः एव अनुसन्धेयम्. मुक्तावली इति ग्रन्थः अस्ति, तत्र एषः विषयः तत्र विषयः चर्चितः अस्ति इति सूचितमस्ति. मुक्तावलीग्रन्थे सुविशितं सम्यक् चर्चितः अस्ति. सत्यं सत्यं, समीचीनं महोदय. अस्तु, इदानीं तत्र रघुपतिमहोदय, यद् यः भागः श्रीराममहोदयेन पठितं तत्र किं दत्तमस्ति इति स्वशब्दैः भवान् वदति वा पुनः एकवारम्? अत्र यत् शरीर अस्माभिः सुख अथवा दुःख अनुभूयते अनुभूयते तत्र कारणं भवेत्. यदि शरीर आत्मस्य नाशः भवति अनित्यत्वे यत् सुखम् अथवा दुःखम् अस्माभिः अनुभूयते तत्र कारणं न वक्तुं शक्नुमः. इत्युक्ते सर्वस्य कारणं भवति. यदि सुख अथवा दुःखं सुखात् दुःखं वयं यत् वयम् अनुभूयमानः अस्ति तत्र कारणं भवति पूर्वजन्मनि यत् पापं वा पुण्यं वा इति आसादितं तत् तदेव कारणं भवति. अतः यदि तेषां पापपुण्य शरीरं सारि आत्मा नास्ति अनित्यम् अस्ति चेत् पापपुण्यस्य नाशः पापपुण्योः नाशः भवति इति. एकनिमिषम्. आत्मस्य विशेषगुणस्य नाशः भवति सुखदुःख इति. अतः तत् न भवेत् इति नित्यत्वं स्वीकृतम्. हा, अत्र इतोपि किञ्चित् वदामि. समीचीनं महोदय, धन्यवादः. अत्र किञ्चित् वदामि. अत्र पश्यतु, अकृतस्य अभ्यागमः इति दत्तमस्ति. इत्युक्ते तत्र सुखं वा दुःखं वा यः कोऽपि अनुभूयते चेत् तस्य कारणं भवेदेव इति नियमः अस्ति. नियमः न स्वीकुर्मश्चेत् किमर्थं नियमः स्वीकर्तव्यः? नियमः न स्वीकुर्मश्चेत् तत्र यस्य कस्यापि सुखं भवति, यस्य कस्यापि दुःखम् एवमेव भवितुम् अर्हति इति कृत्वा तत्र केओटिक् इति भवति किल. अतः सुखस्य वा दुःखस्य वा अनुभवः यस्य कस्यापि भवति तस्य कारणं भवेदेव इति नियमः अस्ति. अतः पुण्यं विना सुखं न लब्धुं शक्यते, पापं विना दुःखं न अनुभूतुं शक्यते इति नियमेन स्वीकर्तव्यं भवति इति एकम्. अपि च इदानीं तत्र पुण्यं पुण्येन एव सुखं भवति, पापेन एव दुःखं भवति इति स्वीकृतम् इदानीं. तत्र गते जन्मनि मया कृतपापं वा पुण्यं वा इदानीमपि तस्मिन् जन्मनि पूर्वजन्मनि तस्य फलं न लब्धम् इति चिन्तयतु. तत्र पुण्यं मया कृतं किन्तु सुखं न अनुभूतं, तस्य अनेन पुण्येन सुखं मया पूर्वजन्मनि न अनुभूतम् इति चिन्तयतु. इदानीं तस्य पुण्यस्य नाशं वा मया कृतपापस्य नाशं वा स्वीकुर्मश्चेत् तत्र कृतहानिः भवति किल. किमर्थं तत्र पुण्यं मया लब्धं किन्तु सुखं न अनुभूतम् इति चेत् अनेन पुण्येन कः लाभः? अतः प्रत्येकं पुण्यस्य फलं भवेदेव, प्रत्येकं पापस्य फलं भवेदेव इति. नो चेत् मम जीवनं तत्र पापं कृत्वा कृत्वा यदा किञ्चिदिव दुःखम् अहम् अनुभवामि तत्र आत्महननमपि मया कर्तुं शक्यते किल. अतः तत्र किं भवति? तत्र दशवर्षं वा दशसंवत्सरं वा विंशतिः संवत्सराः वा मया पापं कृत्वा कृत्वा तत्र अन्यत् सर्वं मया लब्ध्वा तत्र यदा मम पापस्य फलम् आगच्छति तत्र अहं मम शरीरस्य नाशं भवति चेत् मया न लभ्यते किन्तु तादृशं न स्वीकर्तुं स्वीकरणीयमस्ति इति कृत्वा तत्र कृतहानिः अपि च अकृत अभ्युपगमः द्वयमपि न भवेत्. यत् पुण्यं वा पापं वा अस्माभिः तत्र लब्धं तस्य फलं भवेदेव इति एकः नियमः. अपि च तत्र कारणं विना सुखस्य वा दुःखस्य वा अनुभवं न भवेदेव इति द्वयमपि अस्माभिः स्वीकर्तव्यं भवति. इत्यतः अत्र एतादृशचिन्तनं कृतम्। एत अतः अत्र दोषः इति उक्तमस्ति, कृतहानः, कृतहान अकृत अभ्युपगमः इति द्वयमपि दोषमस्ति। कार्यं विना कारणं न भवेत्, कारणमस्ति चेत् कार्यं भवेदेव इति अस्मिन् सन्दर्भे। तत्र मृद् अस्ति चेत् तत्र घटः अग्रिमक्षणे भवेदेव इति तत्र नियमः नास्ति। तत्र कारणमस्ति किन्तु कार्यं नास्ति चेत् तत्र अन्येषां अन्यानां कारणानाम् आवश्यकः अस्ति किल। तत्र कुलालः भवेत्, अपि च चक्रं भवेत्, चक्रे चक्रभ्रमणं भवेत्, दण्डः भवेत् इति बहु किमपि अस्ति तत्र। किन्तु अत्र अस्मिन् सन्दर्भे तत्र पुण्यं विना, पुण्यमस्ति चेत् तस्य फलं भवेदेव। यदि अस्य जन्मनः अन्तः अभवत् तर्हि अग्रिमजने जन्मनि वा नो चेत् तस्माद् अग्रिमजन्मनि वा तत्र पुण्यस्य फलं भवेदेव। किमर्थम् इत्युक्ते इदानीं पुण्येन सुखं मया लब्धव्यम् इत्यस्मिन् विषये तत्र अन्यानां कारणानाम् आवश्यकता एव नास्ति। केवलं पुण्यमस्ति चेत् सुखं भवेदेव, किन्तु कदा भवेत्, कदा भवेत् इत्यस्मिन् विषये तत्र अग्रिमक्षणे एव भवेत्। इदानीं मया किमपि पुण्यं प्राप्तम् इति चेत् अग्रिमक्षणे एव तस्य तेन तत्र मया सुखं लभेत् इति नियमः नास्ति। कदा पुण्यस्य फलं भवति, कदा पापस्य फलं भवति इत्यस्मिन् विषये नियमः नास्ति, किन्तु नियमेन तद्भवेदेव, तस्य फलं भवेदेव इति अस्ति। इत्यतः इदानीं गतजन्मनि मया कृतपुण्यं पापं तेषां नाशः अस्माभिः तत्र स्वीकृतम् अस्ति चेत् तत्र कृतहानिः भवति। पुनः तत्र इदानीन्तनजन्मनि सुखं वा दुःखं वा मया अनुभूयते चेत् विना पुण्यं विना पापं मया किमपि न कृतम्। इदानीं शिशुः अस्ति, शिशुना किमपि न कृतम् एतावत्पर्यन्तं, किन्तु तत् पतति, पतित्वा तत्र दुःखमपि अनुभवति सः, तस्य कारणं वक्तव्यं किल। अतः तत्र अकृत अभ्यागमः भवति इति कृत्वा तत्र निश्चयेन पुण्यं पापं तस्य नित्यत्वम् इत्युक्ते अपेक्षितमिति यावत् पर्यन्तं तस्य फलं न प्राप्तं तावत्पर्यन्तं तस्य अस्तित्वं स्वीकर्तव्यमेव इत्यतः। अपि च धर्मः अधर्मः इति आत्मनः विशेषगुणाः गुणौ इति कृत्वा तत्र आत्मनः नित्यत्वं स्वीकर्तव्यं भवति इति अत्र अधीतम्। अस्य अत्र अस्मिन् विषये कस्यापि सन्देहः वर्तते वा, नो चेत् अग्रे सर्तुं शक्यते महोदय? अभ्यागमः इति पदस्य अर्थः कः महोदय? अकृतस्य इत्युक्ते न कृतं, सत्यं। तस्य अभ्यागमः अभि उपसर्गपूर्वक आगमः इति आगच्छति तस्मात् पुरतः, अभि इत्युक्ते पुरतः भवति इति, तस्मिन् समीपे इति तत्र किमिति हानम् इत्युक्ते तत्र कर्तरि ल्युट् अस्ति वा? सत्यम्। अनन्तरं शरीर आत्म इति संयोगसम्बन्धेन वर्तते वा? हा, भवती किं चिन्तयति? तत्र शरीरः इति पार्थिवद्रव्यमस्ति किल, अपि च आत्मा अपि द्रव्यं नैयायिकानां मतानुसारं, द्रव्ययोः मध्ये संयोगः एव भवितुमर्हति किल। अनन्तरं अधिकरणत्वेन कारणं भवति चेत् अधिकरणत्वं तत्र किं जि? आत्मा इति अधिकरणम्। अस्तु जि, धन्यवादः। हा, आत्मा अधिकरणं भवति, अपि च धर्मः अधर्मः इति गुणौ तस्मिन् तत्र गुणाः स्वेन यदा कदापि न भवितुमर्हति, कस्मिंश्चित् द्रव्य एव भवति इति कृत्वा तत्र आत्मा अधिकरणं भवति, पुण्यपापौ तत्र आदेह भवति. समीचीनम्. अस्तु, तर्हि इदानीं कुलकर्णी महोदय भवान् पठति वा अग्रे? हा पठतु महोदय, श्रूयते. तत्र एवमेव किञ्चित् न्यूनगत्या श्रूयते महोदय. न श्रूयते किमपि. इदानीं न श्रूयते एव. किमपि न श्रूयते महोदय. भवान् पुनः आगच्छतु. इदानीं तत्र भानुचैतन्य महोदय पठति. तत्र किमपि क्लेशः वर्तत्येव. इदानीं श्रूयते, वदतु. एवमेव अनुपरिमाणस्वीकारे जीवः शरीरस्य एकदेशे यत्र स्तः तत्र जायमाना वेदना एतदेव पठनीयम्. हा, किन्तु इदानीमपि तत्र भवतः ध्वनेः तत्र किञ्चित् क्लेशः अस्ति महोदय. न श्रूयते. नो, तत्र कथं भवति यदा भवान् तूष्णीं भवति तत्र म्यूट् मध्ये गच्छति इव भाति. न, सम्यक् नास्ति. भवान् खण्डित्वा पुनः आगच्छतु कृपया. अपि च हेड्फोन् सम्यक्तया स्थापितं वा इति पश्यतु. अस्तु, भानुचैतन्य महोदय भवान् अग्रे पठतु महोदय, तावत्. भानुचैतन्य महोदय, हा आं भानुचैतन्य महोदय, इदानीं श्रूयते. आम्, इदानीं श्रूयते महोदय. एवमेव अनुपरिमाणं सत्यं ततः. एवमेव अनुपरिमाणस्वीकारे जीवः शरीरस्य एकदेशे यत्र स्यात् तत्र जायमाना वेदना अनुभूयेत. सर्वशरीरावच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गुह्येरन् गृह्येरन्, अतः तस्य विभुपरिमाणं स्वीकार्यम्. पूर्वोक्तकृतहानाकृताभ्यागमवारणायैव जीवस्य नित्यत्वमपि स्वीकार्यम् इत्याह नित्यश्चेति. यदि जीवः अणुपरिमाणं इति स्वीकरोमि चेत् शरीरस्य एकदेशे यत्र स्यात् तत्र जायमाना वेदना अनुभूयेत. महोदय, एकदेशे हा, अत्र तर्कः कः? आत्मनः तत्र कीदृशपरिमाणं स्वीकृतम् अत्र? अत्र अणुपरिमाणं स्वीकुरु. अणुपरिमाणम् इत्युक्ते परमाणुपरिमाणं स्वीकृतम्. आं महोदय, परमाणुपरिमाणं स्वीकृतमस्ति चेत् आत्मा शरीरे एकदेशे एव भवितुमर्हति किल? आं महोदय, सत्यं. हा, इदानीं शिरसि वर्तते, इदानीं तत्र शिरसि यः कोऽपि तत्र भागः अस्ति तत्र किञ्चिदिव आत्मा तत्रैव वर्तते इति चेत् इदानीं तत्र पादस्य स्पर्शनेन तत्र जीवस्य अनुभवः भवति वा? स्पर्शः भवितुमर्हति वा? न, हा न भवति एव अस्ति अतः आं महोदय, पादस्य वा हस्तस्य वा स्पर्शनं भवति चेत् कथं वा शिरसि तत्र किञ्चिदिव यद् आत्मा वर्तते तस्य अनुभवः कथं वा भवति इत्यतः. किन्तु अस्माकम् अनुभवं किं? यत्र यत्र इदानीं सर्वत्र शरीरे यत्र कुत्रापि किञ्चिदिव स्पर्शः भवति चेत् मया अनुभूयते एव किल. किन्तु स्पर्शः तु त्वगस्य लक्षणः अस्ति महोदय, न तु आत्मस्य इति अहं चिन्तयामि. न, तत्र स्पर्शस्य इदानीं त्वग् इति कीदृशमस्ति? त्वग् इति इन्द्रियमस्ति. वेदना उदाहरणेन वदन् आसीत्, उदाहरणेन भवान् उक्तवान्. न न, एकनिमिषं खलु तत्र, एकनिमिषं भगिनि, तत्र भानुचेतनी महोदय, तत्र त्वग् इति इन्द्रियमस्ति. आं महोदय, त्वग् केवलम् इन्द्रियमस्ति, किन्तु अनुभवः कस्य? त्वग् इन्द्रियस्य अनुभवः नास्ति इत्युक्ते इदानीं पश्यतु, तत्र चक्षुषा अयं घटः इति अहं पश्यामि, मया दृष्टः इति चिन्तयतु. तत्र चक्षुः केवलम् इन्द्रियमस्ति, किन्तु केन दृष्टं? चक्षुषा दृष्टं वा नो चेत् मया दृष्टं वा? मया दृष्टं महोदय. हा, अतः केवलं चक्षुः इति इन्द्रियमस्ति. इदानीम् अहं भवतः गृहम् आगच्छामि यानेन, कार्यानेन भवतः गृहम् आगच्छामि इति चेत् अहम् आगच्छामि इति एव अहं वदामि किल. किन्तु किं गच्छति? यानमेव गच्छति. किन्तु तत्र यानम् इति केवलं कारणमेव इति वदति वा? हा, अतः त्वक् इति केवलं कारणमेव. अहं किमर्थम् अवदं महोदय, मोडर्न् सैन्स् एतदस्ति विज्ञानं, तत् शास्त्रे वदन्ति चर्मे नर्व्स् रहति, तत् ब्रेन् यदस्ति तत्र सङ्केतं प्रेषयन्ति, अतः ज्ञापयति इति वैज्ञानिक इति वैज्ञानिकशास्त्रम्. इदानीन्तनवैज्ञानशास्त्रे तत्र नर्व्स् अस्ति, नाड्यः सन्ति इति एतादृशं ते वदन्ति. किन्तु नैयायिकानां प्रक्रिया तादृशं नास्ति. नैयायिकामतानुसारं त्वक् इति इन्द्रियमस्ति महोदय. तद् इन्द्रियं कुत्र लभ्यते इति चेत् चर्मणि लभ्यते. चर्मम् इति पार्थिव अवयवमस्ति, शरीरस्य अवयवमस्ति, तस्मिन् विद्यमान तस्मिन्नेव विद्यमानः भवति, विद्यमानं भवति तत्र त्वक् इति इन्द्रियं. तत् केवलं करणमेव. त्वचा यत् स्पर्श यत् यः स्पर्शः अस्माभिः अनुभूयते इदानीं कस्य अनुभवः इति चेत् तत्र त्वचः अनुभवः इति न वक्तव्यं, मम अनुभवः, जीवस्य अनुभवः एव तत्. महोदय, तत् सम्यक् एव, किन्तु यदहं चिन्तयामि, त्वग् यदस्ति चर्मे तत् सम्यक् एव, किन्तु तत् सङ्केतः आत्मा अनुपरिमाणम् अस्ति चेत् तत्र प्रेषयति, आत्मा तत्र अनुभूयति. कथं प्रेषयति? किमर्थम् आत्मा कथं प्रेषयति इति वदतु. कथं प्रेषयति इत्युक्तौ नाड्यः इति इति वैज्ञानिकशास्त्रे उक्तमस्ति, किन्तु नैयायिकानां मतानुसारं तत्र नाड्यः सन्ति, तत्र नाड्यः एकस्मिन् तत्र एकस्मिन् अन्ते आत्मा अस्ति, अन्यस्मिन् अन्ते तत्र चर्मः अस्ति, चर्ममस्ति इति कृत्वा तत्र व्यापारत्वेन नाड्यः कार्यं करोति, कार्यं कुर्वन्ति इति तादृशचिन्तनं नैयायिकानां नास्ति. अतः यत्र यत्र शरीरं लभ्यते तत्र सर्वत्र आत्मा अस्ति इति स्वीकर्तव्यम्. महोदय, अनुपरिमाणं न स्वीकर्तुं शक्यते. केवलं शरीरस्य परिमाणं स्वीकुर्मश्चेत् तत्र मध्यमपरिमाणं भवति. मध्यमपरिमाणं भवति चेत् अनित्यत्वं भवति. अतः विभुपरिमाणं स्वीकर्तव्यं भवति. महोदय, हा तर्हि महोदय तत्र एक जीवः शरीरस्य एकदेशे यत्र स्यात् तत्र जायमाना वेदना अनुभूयेत. अर्थात् यत्र आत्मा अनुपरिमाणे स्थितः तत्र एव वेदना अनुभूयेत. सत्यम्. अन्यत्र तत्र एव भवति, तत्र एव भवितुम् अर्हति इति. अतः एव सर्वशरीरावच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गृह्येरन्. हा, एकदेशे अस्ति चेत् अन्यदेशे यत् अस्ति तत्र वेदना अनुभूतं न शक्यते. कथं? हा, अनुभवः न कर्तुं शक्यते. अपि च अत्र पश्यति युगपत् इति अस्ति किल, तदपि मुख्यमस्ति. इत्युक्ते इदानीं आत्मा शिरसि वर्तते इति चिन्तयतु. परमाणुपरिमाणं तस्य स्वीकृतं, शिरसि वर्तते. इदानीं शिरसि अपि स्पर्शः, मम शिरसि अपि यस्य कस्यापि स्पर्शः अस्ति, पादौ अपि स्पर्शः अस्ति, हस्ते अपि स्पर्शः अस्ति इति त्रिषु स्थलेषु युगपत् स्पर्शः अस्ति चेत्, इदानीम् आत्मा शिरसि अस्ति चेत् शिरसि विद्यमानस्पर्शः एव तेन ग्रहीतुं शक्यते. महोदय, किन्तु महोदय इदानीं त्रिषु स्थलेषु यः स्पर्शः जायते तत्र युगपत् आत्मनि तत्र स्पर्शः भवति एव. आत्मनि अनुभवः भवति एव, अनुभवः भवति एव इति कृत्वा तत्र आत्मा सर्वशरीरवर्ती इति स्वीकर्तव्यम्. महोदय, नो चेत् तत्र युगपत् न लब्धुं शक्यते. इदानीं परमाणुपरिमाणम् अस्ति चेत् अपि च एकस्मिन् भागे एव स्पर्शः भवति चेत् यस्मिन् भागे स्पर्शः भवति तत्र आत्मा गच्छति इति वक्तुं शक्यते. तादृशं निवारणं कर्तुं शक्यते. किन्तु तादृश निवारणं युगपत् यदा भवति तर्हि तत्र तादृशं न वक्तुं शक्यते. महोदय, कृपया पुनरेकवारं वदतु महोदय, युगपत् किमर्थं? हा, अत्र पश्यतु, इदानीं हा प्रथमम् इदानीं शरीरे स्पर्शः भवति इति चिन्तयतु. शरीरे, सारि, क्षम्यतां, शिरसि स्पर्शः भवति इति चिन्तयतु. शिरसि भवति चेत् तत्र आत्मा अस्ति. अतः शिरसि विद्यमानस्पर्शः आत्मना अनुभूतः इति वक्तुं शक्यते. तदनन्तरम् इदानीं पादौ स्पर्शः भवति चेत् आत्मा तत्र गच्छति. परमाणुपरिमाणमस्ति चेत् तत्र गन्तुं शक्यते किल. परमाणुपरिमाणौ यथा मनः तथा आत्मनि अपि क्रिया भवितुमर्हति. आत्मा तत्र गच्छति इति वक्तुं शक्यते. अनेन तत्र पादौ विद्यमान स्पर्शः अपि आत्मना अनुभूतुं शक्यते. पुनः तदनन्तरं हस्तौ किमपि स्पर्शः, हस्ते किमपि स्पर्शः जायते चेत् तत्र आत्मा गत्वा तस्य अनुभवं कर्तुं शक्यते इति. यत्र यत्र किमपि स्पर्शः भवति तत्र सर्वत्र आत्मा प्रत्येकं देशे गत्वा तस्य अनुभवः प्राप्तुं शक्यते इति वक्तुं शक्नुमः. किन्तु युगपत् भवति चेत् तत्र एतादृशं न वक्तुं शक्यते किल. इति कृत्वा तत्र तत्र शरीर अवच्छेदेन युगपत् अनुभूयमानः वेदना न गृह्येरन्. अतः तत्र सर्वत्र यत्र यत्र शरीरः अस्ति तत्र सर्वत्र आत्मा लभ्यते इति वक्तव्यम्. इति चेत् परमाणुपरिमाणं न भवितुमर्हति. मध्यमपरिमाणं वदामश्चेत् तत्र अनित्यत्व आपत्तिः भवति. अतः इदानीं तत्र अवशिष्टः परिमाणः अस्ति विभुपरिमाणः. तदेव स्वीकृतं महोदय. हा अतः जीवः नित्यं नैयायिकमतानां केवलं नित्यः इति नास्ति, विभुपरिमाणम् इदानीं तत्र विभुपरिमाणम्, अतः तस्य विभुपरिमाणं स्वीकार्यम्. महोदय द्वितीयसंशयं, विभु इत्युक्ते शरीरं यदस्ति शरीरपूर्णम् अस्ति एतत् तदेव विभुः. न न न न आकाशवत् विभुः नास्ति. हा आकाशवद्भुमस्ति. न न न आकाशवत् विभुः, किन्तु आकाशं तु सर्वत्र वर्तते, आत्मा तु सर्वत्र वर्तते वा? आम् इति नैयायिकानां नैयायिकमतानाम् अहं पृच्छामि. आं नैयायिकामतानुसारं तत्र विभुः इत्युक्ते प्रथमं सर्वैः अवगन्तव्यमस्ति, विभुः इत्युक्ते सर्वत्र वर्तते इति नास्ति. अनियामकवृत्तित्वं यत्र वर्तते तदेव विभुः. इदानीम् आकाशः इति स्वीकुर्मश्चेत् घटः आकाशे वर्तते इति वदामश्चेत् तत्र क्लेशः अस्ति वा? नास्ति. अस्तु, घटे आकाशः वर्तते इति वदामश्चेत् तत्र क्लेशः अस्ति वा? नास्ति महोदय. हा इति कृत्वा, इति कृत्वा तत्र घटः आकाशे वर्तते, आकाशः घटे वर्तते एकस्मिन्नेव समये इति कृत्वा तत्र कथं वा तत्र एकम् आदेहः अपि भवति अधिकरणमपि भवति महोदय इति कृत्वा तत्र अनियामकवृत्तित्वं स्वीकृतम्. अनियामकवृत्तित्वम् एव विभुत्वम् इति नैयायिकानां लक्षणमस्ति. तत्र सर्वत्र वर्तते इति चेत् तत्र दिक् इति द्रव्यं स्वीकृत्य एव इतः ततः अत्र तत्र सर्वत्र इति तादृशपदप्रयोगः भवति महोदय. अतः सर्वत्र वर्तते इति नास्ति, अनियामकवृत्तित्वम् इति अवगन्तव्यम्. अतः इत्युक्ते तत्र इदानीम् आत्मा अपि च शरीरम् इति स्वीकुर्मः, शरीरं कुत्र वर्तते? आत्मनि वर्तते. अपि च आत्मा कुत्र वर्तते? शरीरे वर्तते. आं महोदय इति वक्तव्यं भवति. अपि च अत्र अत्र अत्र न उक्तं, तत्र वेदान्तमते एतत् पृष्टमस्ति, यदि इदानीं जैनाः सन्ति किल, तेषां मतानुसारं तत्र आत्मनः आत्मनः परिमाणं शरीरपरिमाणम् अस्ति इति तेषां मतमस्ति. तादृशं स्वीकुर्मश्चेत् तत्र कः दोषः भवति इति चेत्, यदा अहं शिशुः आसन् तत्र मम परिमाणम् एकमस्ति, किन्तु इदानीं यदा अहं वयस्कः अभवत् तत्र इदानीं मम शरीरस्य परिमाणमस्ति इतोपि तत्र शिशु अपेक्षया महान् बृहत् अस्ति इति कृत्वा तत्र शरीरस्य परिमाणं बृहत् अभवत् इति वक्तव्यम् इति अङ्गीकृतम्. अतः तत्र आत्मनः विकारः अपि जातः इति अङ्गीकर्तव्यं भवति किल. यदि आत्मनः विकारः स्वीकुर्मः तर्हि आत्मनः अनित्यत्वं भवति. कस्य विकारः भवितुमर्हति? यद् अनित्यं तस्यैव विकारः भवितुमर्हति. विकारः इत्युक्ते कार्यम् इति कृत्वा तत्र शरीरपरिमाणं न स्वीकर्तुं शक्यते. शरीरपरिमाणं स्वीकुर्मश्चेत् तत्र अनित्यत्वं भवति, अनित्यत्व आपत्तिः भवति. परमाणुपरिमाणं स्वीकुर्मश्चेत् तत्र युगपत् अनुभवः कथं वा भवति इति तत्र क्लेशः भवति. अपि च इदानीं परममहत्परिमाणं विना अन्यत् किमपि परिमाणं नास्ति. तत्र केवलं त्रीणि परिमाणानि एव सन्ति, अनुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम्. अतः परममहत्परिमाणं स्वीकृतम्. अनेन नित्यत्वमपि साधितं. यदा विभुः इति स्वीकुर्मः तत्र नित्यत्वमपि भवति. तदेव अन्तिमवाक्ये लिखितमस्ति, तत् पठतु महोदय. पूर्वोक्त वदन्ति अतः पूर्वोक्त महोदय पूर्वोक्तकृत हान अकृतभ्यागम अवारणायैव अभ्यागम वारणाय अभ्यागम वारण एव वारणाय एव हा वारणाय एव जीवस्य नित्यत्वमपि स्वीकार्यम् इत्याह इत्याह सत्यं सत्यं महोदय वारण इत्युक्ते किं महोदय निवारणम् इति तत्र दोषः उक्तः किल कृतहान अकृत अभ्युपगम इति दोषः कृतहान अकृत अभ्युपगम हा अनित्यत्वं स्वीकुर्मश्चेत् तत्र एत एषः दोषः आगच्छति तस्य परिहारः कथं कर्तव्यम् इति चेत् तत्र नित्यत्वेन तस्य परिहारम् अभवत् महोदय हा पुनर्जन्मसिद्धान्तः यदस्ति तस्य सत्यं सत्यम् एतत् महोदय अस्तु इति कृत्वा तत्र जीवात्मनः लक्षणं निरूपितमस्ति आहत्य अत्र किमुक्तम् इति चेत् जीवात्मनः नित्यत्वं स्वीकृतं विभुत्वं स्वीकृतं किन्तु अनेकत्वं स्वीकृतं न तु एकत्वम् अनेकत्वं स्वीकृतम् अम्म हा अनेक आत्मनि सन्ति अनेकाः आत्माः आत्मानः सन्ति अनेकाः ते सर्वे विभुः हा ते सर्वे विभुः विभवः ते सर्वे विभवः महोदय पुनः पुनः मम संशयः विभु इत्युक्ते इत्युक्ते व्यापकत्वम् इति मम मनसि जातः महोदय अतः तत् त्यजतु अनियामकवृत्तित्वमेव तत् त्यजतु युगपत् भवितुं यद् शक्यते तद् अनियामकवृत्तित्वं हा किमर्थम् इत्युक्ते इदानीम् आत्मा अपि विभुः दिक् अपि विभुः आकाशः अपि विभुः सर्वत्र वर्तते इति चेत् सर्वत्र सर्वम् एकस्मिन् स्थाने कथं वा भवितुमर्हति महोदय अतः तत्र व्याप्यत्वम् इति नास्ति अनियामकवृत्तित्वम् एव विभुत्वस्य लक्षणमस्ति महोदय किन्तु वेदान्ते यद् विष्णुः विभुः इति इत्युक्ते विष्णुः सर्वव्यापकः इति तदेव महोदय इदानीं मास्तु तत्र वेदान्तचिन्तनम् इदानीं मास्तु किमर्थम् इत्युक्ते तत्र सर्वेषां तत्र इतोपि बहु किमपि वक्तव्यमस्ति तस्मिन् विषये ओ अस्तु महोदय भवतु नाम हा अस्तु अत्र धन्यवादः हा समीचीनं महोदय धन्यवादः एकमेव प्रश्नम् अहं करोमि केवलं तत्र सर्वेषां पुनस्मारणाय जीवात्मा अस्ति इति इत्यस्मिन् विषये कः किं प्रमाणमस्ति जीवात्मनः किं प्रमाणमस्ति केन प्रमाणेन जीवात्मा अस्ति इति अस्माभिः ज्ञायते मनः समीचीनं मनः मनः इति इन्द्रियमस्ति किन्तु प्रमाणं किम् इदानीं अहम् अस्मि इति ज्ञानम् अस्ति न न प्रमाणस्य नामं किम् इदानीं घटः अस्ति अयं घटः इति का इति ज्ञानं केन इन्द्रियेण लभ्यते इति चेत् चक्षुषा लभ्यते इति वक्तव्यं किन्तु प्रमाणं किम् इति चेत् प्रत्यक्षप्रमाणम् तादृश प्रत्यक्षं मनः प्रत्यक्ष प्रत्यक्षप्रमाणेन एव तत्र घटः इति इति घटः अस्ति इति ज्ञानं भवति एवमेव मनः इति इन्द्रियमस्ति मनसा आत्मा अस्ति इति ज्ञानम् अवगतं ज्ञानं प्राप्तमस्ति इति जीवात्मनः विषये किन्तु परमात्मनः विषये किं प्रमाणम् अनुमानप्रमाणम् अनुमानप्रमाणम् अतः एव यत्र यत्र अनुमानप्रमाणेन किमपि साधितमस्ति तत्र सर्वत्र लाघवार्थं एकत्वं विभुत्वम् अपि च नित्यत्वं स्वीकृतम्। किन्तु यदि जीवात्मनः अपि अनुमानप्रमाणेन साधितम् इति चिन्तय इति स्वीकुर्मश्चेत् तत्र अनेकत्वं न साधयितुं शक्यते। अतः तत्र प्रत्यक्षप्रमाणेन मनसा बहवः आत्मानः सन्ति इति ज्ञानं प्राप्तम् इति कृत्वा बहवः जीवात्मनः सन्ति, अनेकाः जीवात्मनः सन्ति इति स्वीकृतम्। अस्तु, समीचीनम्। अस्तु, अहं चिन्तयन् अस्मि, तत्र करपत्रमपि मया प्रेषितं, तत् इदानीं पठेम वा नो चेत् मनोनिरूपण अनन्तरं पठेम वा इति। वयं किं कुर्मः, प्रथमं मनोनिरूपणं कुर्मः, तदनन्तरं तत् पठेम। अस्तु, झटिति इदानीं शिवराममहोदय, कुलकर्णीमहोदय, भवान् पठति वा? श्रूयते अधुना? इदानीं श्रूयते महोदय। मनोनिरूपणं चित्तम् आत्मरूपं द्रव्यम् अतीत्य मनोरूपं द्रव्यं निरूपयति। स्थादि उपलब्धि साधनम् इन्द्रियं मनः, तच्च प्रत्यात्मनियततत्त्वादनन्तं परमाणुरूपं नित्यं च। पर्याप्तम्? महोदय, अधुना पर्यन्तम् आत्मरूपं निरूपणम् एव, अधुना मनोरूपं। क्षम्यतां शिवराममहोदय, तत्र प्रिफरेन्सस् मध्ये भवता किमपि कृतं वा, परिवर्तितं वा? अत्र फ्री कान्फरेन्स् काल् आप्, तत्र प्रिफरेन्सस् मध्ये भवता किमपि परिवर्तितं वा? इत्युक्ते आटोमेटिकलि अड्जस्ट् लेवेल् इति तादृशं किमपि? समस्या अस्ति, इदानीमपि समस्या अस्ति, अन्येषामपि तादृशमेव श्रूयते किल? आम् महोदय, हा, सम्यक् न श्रूयते, सम्यक् न श्रूयते महोदय। हिस्सिङ्ग् ध्वनिः अस्ति, हिस्सिङ्ग् ध्वनिः अस्ति, अपि च मध्ये मध्ये खण्डितमपि भवति। वदतु महोदय, पुनः प्रयत्नं करोतु। न महोदय, किमपि न श्रूयते। अस्तु, तर्हि विजया भगिनी, भवती पठति वा मनोनिरूपणमिति पुनः पठतु कृपया। आं जि, आं जि, सुखात् उपलब्धि साधनम् इन्द्रियम्, इन्द्रियं मनः, पक्ष अनन्तम् अनन्तं परमाणुरूपं नित्यं च इति। उपलब्धि इत्युक्ते लब्धम् एव, तत्र सुखम् उपलब्धि साधनं, तत्र इन्द्रियं किम् अस्ति चेत् तत्र मनः एव, तच्च प्रयात्म आत्मनियतत्वात् प्रत्यात्म नित्यत्वात् अनन्तं परमाणुरूपं नित्यं च। न न, नित्यत्वात् सम्यक्तया पठतु। प्रत्यात्म नित्यत्वात् अनन्तं वा नियतत्वात्? प्रत्यात्म नियतत्वात् नियतत्वात् अनन्तं परमाणुरूपं नित्यम् इति नियतम् इत्युक्ते तत्र नियमः वा नियतम् इत्युक्ते तत्र हां तत्र प्रत्यात्मनि तत् नियतमस्ति प्रत्येकम् आत्मनि यत् यावन्त् यावन्तः आत्मानः सन्ति तावन्ति मनांसि अपि भवेत् इति अस्ति किल अनन्तरम् अनन्तमेव एतत् अतः मनः अपि अनन्तमस्ति तत्र प्रथमं सुखादि उपलब्धिसाधनम् इन्द्रियम् इति अस्ति किल तत्र सुखादि तत्र आदिपदेन किं किं बोध्यम् आदिपदेन वयं पूर्वमेव दृष्टवन्तः सुखं दुःखं धर्मः अधर्मः एतत् सर्वं खलु जि बुद्धिः इच्छा द्वेषः प्रयत्नः एतत् नास्ति वा किञ्चित् चिन्तयित्वा वदतु किञ्चित् चिन्तयित्वा वदतु तत्र धर्मः अधर्मः इति मनसा ज्ञायते वा मनसा द्रष्टुं शक्यते वा धर्मः अधर्मः इति न न न सुखं दुःखं हा तत्र सुखं दुःखं कति आत्मगुणाः सन्ति अष्ट नव नव आत्मगुणः तत्र द्विषष्टितमपुटे नव नव नव तेषु तेषु के आत्मगुणाः मनसा गृह्यते के न गृह्यन्ते बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः एतत् सर्वं मनसा समीचीनम् इति षड् आत्मगुणाः मनसा गृह्यते इत्यतः तत्र आदिपदेन एते एव उक्तमस्ति अपि च धर्मः अधर्मः भावनाख्यसंस्कारः इति त्रयः गुणाः मनसा न गृह्यन्ते तेषां विषये अनुमानमेव प्रमाणमस्ति तेषां मानसप्रत्यक्षं न भवति इति कृत्वा सुखादि उपलब्धिसाधनम् इन्द्रियम् इति तत्र आदिपदेन षड् आत्मगुणाः उक्ताः सन्ति अस्तु अग्रे पठतु भगिनि अग्रिमपरिच्छेदं पठतु उपलब्धिः प्रत्यक्षं सुखादीनां यत् प्रत्यक्षं भवति अहं सुखी अहं दुःखी इत्येवम् आकारं तस्य साधनं करणं यत् इन्द्रियं तत् मनः महोदय एतत् सर्वम् इदानीमपि उक्तम् उपलब्धिः प्रत्यक्षं सुखादीनं यत् एतत् सर्वम् अहं स्वीकरोमि अहम् अनुभवामि सुखी अहं सुखी अहं दुःखी इत्येवम् आकारं तस्य साधनं करणं मनः एव तत्र सत्यं चक्षुः श्रोत्रान्द्रियाणि यत रूपशब्दादि गुणग्राहकाणि तथा सुखदुःखादि गुणग्राहकं यत् इन्द्रियं तत् मनः इति उच्यते श्रोत्रेन्द्रियाणि अपि यत कर्णं तत्र उपयोगं कुर्मः रूपशब्दादि गुणग्राहकाणि एतत् सर्वं गुणमिति आगच्छति अनन्तरं ग्राहकाणि इन्द्रियमपि श्रोत्रेन्द्रियाणि भवति तत्र सुख इन्द्रिया सुख सुखदुःखादि गुणग्राहकं यदा वयं स्वीकुर्मः अनुभवामः यत् इन्द्रियं तत् सर्वं मनः एव मनसा एव एतत् सर्वं स्वीकृतं तत्र सत्यं समीचीनं भगिनि अस्तु धन्यवादः शब्दः शब्दः इति गुणः अस्ति तस्य ग्राहकः भवति श्रोत्रेन्द्रियं तत्र रूपम् इति गुणः अस्ति तस्य ग्राहकः भवति चक्षुः यथा तादृशम् अस्ति तथा सुखः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः अपि च ज्ञानम् इति एते षड् आत्मविशेषगुणाः आत्मविशेषगुणाः अपि गुणाः सन्ति अपि च तेषां ग्राहकः भवति मनः इति इन्द्रियम् अस्मिन् परिच्छेदे मुख्यवार्ता अस्ति उपलब्धिः इत्युक्ते प्रत्यक्षं, तत्र प्रथमपङ्क्तौ दत्तमस्ति किल, उपलब्धिः इत्युक्ते किं, सुखादि उपलब्धिसाधनं, तत्र उपलब्धिः इत्युक्ते किम् इति चेत् प्रत्यक्षम्, उपलब्धिः एव प्रत्यक्षम् इति मनसि भवेत्। सर्वे कृपया किञ्चिदिव तत्र अण्डर्लैन् कृत्वा मनसि स्थापयन्तु। एतद् वेदान्ते अपि यत्किमपि वेदान्तं भवतु भवतां, किन्तु सर्वत्र उपलब्धिः इत्युक्ते किम् इति चेत् प्रत्यक्षम् इति मनसि भवेत्। सुखम् आत्मनि उपलभ्यते इति चेत् इति चेत् तत्र सुखम् उपलब्धिः भवति चेत् इत्युक्ते तत्र यथा घटः कुत्र वर्तते इति कोऽपि पृच्छति चेत् तत्र प्रकोष्ठे अस्ति, प्रकोष्ठे उपलभ्यते इति वदामश्चेत् तत्र साक्षात् अस्ति, तत् ततः स्वीकर्तुं शक्यते इति तादृशप्रयोगः अपि अस्माकं मनसि अस्ति उपलब्धिः इत्युक्ते। किन्तु यदा तत्र आत्मनः विषये वदामः तर्हि तत्र उपलब्धिः इत्युक्ते प्रत्यक्षम् इति मनसि भवेत् इति महान् मुख्यवार्ता अस्ति अत्र। अस्तु, इदानीं पुनः एकवारं शिवराममहोदय, भवान् प्रयत्नं करोति, समीचीनमस्ति, वदतु महोदय। ततः किन्तु इदानीं प्रतिध्वनिः आगच्छति, अहं किमपि न वदामि, भवान् वदतु, तदनन्तरं कृपया इम्यूट् मध्ये भवतु। अनेन इन्द्रियेण न केवलम् उपाधीनां प्रत्यक्षं जायते किन्तु तदाश्रयस्य आत्मनः अपि, यद्यपि आत्मनि रूपं नास्ति तथापि दर्शितरीत्या बहिः इन्द्रियेण प्रत्यक्षगमने एव रूपापेक्षा, मनः तु अभ्यन्तरम् आत्मानं प्रतिगुणां च गृह्णाति। अनेन इन्द्रियेण न केवलं उपाधीनां प्रत्यक्षं जायते किन्तु तदाश्रयस्य आत्मनः अपि, नाम मन इन्द्रियेण उपाधीनाम् अनुभवः प्रत्यक्षं भवति, न तु केवलं उपाधीनां, किन्तु तद् आश्र आत्मनः आश्रितानि यानि गुणा आश्रिताः ये गुणाः सन्ति तेषामपि प्रत्यक्ष अनुभवः मन इति इन्द्रियेण भवति। यद्यपि आत्मनि रूपं नास्ति यद्यपि दर्शितरीत्या बहि इन्द्रियेण प्रत्यक्षगमने एव रूपापेक्षा, मनस्य यद्यपि आत्मनि रूपं नास्ति, भवानेव विवरणं करोतु, आत्मनि रूपं नास्ति। तत्र पूर्वमस्माभिः अधीतं किल, प्रत्यक्षं भवति चेत् रूपम् आवश्यकम् मरणे अस्ति वा, तर्हि वदतु। आत्मनि रूपं नास्ति तथापि दर्शितरीत्या बहिरिन्द्रियेण प्रत्यक्षजन्य एव रूपापेक्षा, आत्मनः रूपं नास्ति किन्तु दर्शितरीत्या बहिः इन्द्रियेण प्रत्यक्षजन्य एव रूपापेक्षा, मनः तु अभ्यन्तरम् आत्मानं परिणां न गृह्णाति, मनः तु अभ्यन्तरं नाम अन्तरिन्द्रियम् अस्ति, अन्तरिन्द्रियं तद्गुणान् न गृह्णाति। अस्तु, समीचीनम्। तत्र प्रथमवाक्यं यदस्ति तद् भवता इतोपि किञ्चित् वक्तव्यमस्ति। अत्र प्रथमवाक्ये किमुक्तम् इति चेत् तत्र यथा चक्षुः, तत्र चक्षुषा नीलरूपमपि नीलरूपस्यापि ग्रहणं भवति, पुनः नीलरूपस्य आश्रयभूतघटस्यापि ग्रहणं भवति, द्रव्यस्य ग्रहणं भवति अपि च गुणस्य ग्रहणं भवति चक्षुषा, एवमेव त्वचा अपि तत्र घटस्य द्रव्यस्य घटः इति द्रव्यस्य ग्रहणं भवति, अपि च तस्मिन् विद्यमान कीदृशस्पर्शः अस्ति तस्यापि ग्रहणं भवति, स्पर्शः इति गुणः, इत्युक्त्वा चक्षुः अपि च त्वक् द्वयमपि तत्र गुणः अपि च आश्रयीभूतद्रव्यस्य ग्राहकाः भवन्ति, ग्राहकौ भवतः द्वयमपि. एवमेव मनः इति इन्द्रियमपि तत्र गुणस्य ग्राहकः भवति, अपि च यस्मिन् आश्रये ते गुणाः सन्ति आत्मा इति तस्य ग्राहकः अपि भवति मनः इति प्रथमवाक्ये उक्तम्. किन्तु इदानीं प्रश्नः भवति, तत्र अस्माभिः पूर्वम् अधीतं प्रत्यक्षयोग्याः के इति चेत्, इदानीं तत्र आकाशः चक्षुषा ग्रहीतुं शक्यते वा? आकाशे रूपं नास्ति, अतः चक्षुषा न ग्रहीतुं शक्यते. वायौ रूपं नास्ति, अतः चक्षुषा न ग्रहीतुं शक्यते. तस्य प्रत्यक्षं, तेषां प्रत्यक्षं न भवति इति अस्माभिः स्वीकृतम्. अतः एवमेव इदानीं प्रश्नः, आत्मनि रूपं वर्तते वा? आत्मनि रूपं नास्ति. रूपम् आत्मनः विशेषगुणः नास्ति किल, केवलं नवगुणाः एव आत्मनः विशेषगुणाः. अपि च यथा अस्माभिः गतवर्गे दृष्टं, तत्र सङ्ख्या इति एकत्वं, तत्र अनेकत्वम् इति एकं, प्रत्येकम् आत्मनि एकत्वम् इति सङ्ख्या वर्तते. महत् परिमाणं वर्तते, परममहत्परिमाणं, विभुपरिमाणं वर्तते. अपि च संयोगः भवितुमर्हति, वियोगः भवितुमर्हति इति पञ्चगुणाः भवितुमर्हति इति अस्मि इत्यपि अस्माभिः अधीतम्. किन्तु रूपम् इति गुणः आत्मनि न अङ्गीकृतम् इत्यतः, यदि रूपं नास्ति चेत् कथं वा आत्मनः प्रत्यक्षं भवति इति प्रश्नः भवति. रूपं नास्ति चेत् यथा आकाशवत् आत्मा अपि प्रत्यक्षयोग्यः न भवति, प्रत्यक्ष अर्हः न भवति इति दोषः भवति तत्र. अतः अत्र उक्तमस्ति तादृशनियमः, निरूपं भवति चेदेव यस्य कस्यापि प्रत्यक्षं भवति इति, केवलं बाह्य इन्द्रियाणां विषये एव, चक्षुः विषये एव तादृशनियमः अस्ति. किन्तु इदानीं मनः इति अन्तरिन्द्रियमस्ति, तत्र तादृशनियमः नास्ति. कीदृशनियमः? रूपमस्ति चेदेव तत्र प्रत्यक्षं भवति मनसा, मानसप्रत्यक्षं रूपमस्ति, येषां रूपमस्ति तेषामेव मानसप्रत्यक्षं भवति इति नियमः नास्ति. अतः एव आत्मनः प्रत्यक्षं मनसा भवति. अपि च तत्र षड्गुणाः सन्ति किल, इदानीं ज्ञानम् अपि मनसा प्रत्यक्षं भवति. किन्तु ज्ञाने रूपं वर्तते वा? नास्ति. एवमेव सुखे ज्ञानं रूपं वर्तते वा? नास्ति. अतः ज्ञानं सुखं दुःखम् इच्छा द्वेष प्रयत्नः इति षड्गुणाः विशेषगुणाः, ये आत्मना तत्र मनसा प्रत्यक्षं, येषां प्रत्यक्षं भवति, किन्तु तेषु रूपं नास्ति, तथापि तेषां प्रत्यक्षं मनसा भवत्येव इति अङ्गीकृतं. किमर्थम् इत्युक्ते मनः तु अन्तरिन्द्रियम् अस्ति, अतः तादृशसामर्थ्यं सामर्थ्यं तस्मिन् वर्तते इति नैयायिकानां मतम्. समीचीनं. हा, इद्रे इदानीं तत्र रघुपतिमहोदय, भवान् पठति वा काललक्षणे इति? आम् महोदय, काललक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपः प्रविष्टः, तत्र च ज्ञानं. మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్లో ఉంచారు, దయచేసి లైన్లో ఉండండి. నిమిషం. కాలలక్షణే వ్యవహార జ్ఞానజనక శబ్ద ప్రయోగ ప్రవిష్ట, త్ఞానం సవిషయకం ప్రవిష్టమితి తస్య విషయత అతీతత్వే ఘటాదౌ చ నిరూపిత తద్వదేవ ఇహ అపి ఉపలబ్ధిః ప్రత్యక్షరూపం జ్ఞానం सविषयकम् इति अत्रापि तद् विषयता वक्तव्या. तदाश्रयश्च सुखं भवति. तादृशप्रत्यक्षं प्रति साधनं कारणं मनः चेत् कार्यं प्रत्यक्षं, कार्यता प्रत्यक्षे तन्नुरूपिता कारणता मनसि इत्येवं रीत्या विवेचनं भवति, तथा च चित्रम्. काललक्षणे काललक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपप्रविष्टः तत्र च ज्ञानं सविषयकं प्रविष्टमिति तस्य विषयता अतीतत्वे घटादौ च निरूपिता. किञ्चित् सहायम् अपेक्षितं महोदय. तत्र कालस्य लक्षणं किम्? अतीतादिव्यवहारहेतुः इति अधीतं किल? आमाम्. अत्र अतीतादिव्यवहारहेतुः, अतीतत्वं कुत्र वर्तते, काले वर्तते, तस्मिन् विषयता अस्ति इति अतीतत्वनिष्ठ इति तादृशम्. अपि च तत्र व्यापारः इति पदेन तत्र ज्ञाननिष्ठ ज्ञानजनकशब्दप्रयोगः इति अस्माभिः अधीतं किल? तत्र कस्मिन् पुटे अस्ति? सर्वे कृपया पञ्चपञ्चाशत् तमपुटे पश्यन्तु. पञ्चपञ्चाशत् तमपुटे तत्र घटनिष्ठ घटत्वावच्छिन्नविशेषता विशेष्यतानिरूपकज्ञानम् अपि च अतीतत्वनिष्ठ तत्र क्षम्यताम् अतीतत्वनिष्ठ अतीतत्वत्वप्रकारता अतीतत्वत्वावच्छिन्न प्रकारतानिरूपकज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यतानिरूपित कारणता आश्रयः कालः इति यथा यथा अस्माभिः पठितं तथा अत्रापि इति तत्र केवलं परामर्शितं तावदेव. तद्वदेव अग्रे वदतु महोदय. तद्वदेव तद्वदेव इह अपि उपलब्धिः, उपलब्धिः इत्युक्ते प्रत्यक्षम्, उपलब्धिः प्रत्यक्षरूपं ज्ञानं सविषयकम् इति अत्रापि तद् विषयता वक्तव्या. तद् आश्रयश्च सुखं भवति. तादृशप्रत्यक्षं प्रति साधनं कारणं मनः चेत् कार्यं प्रत्यक्षं मनः चेत् कार्यं प्रत्यक्षं कार्यता प्रत्यक्षे तन्निरूपिता कारणता मनसि इत्येवं रीत्या विवेचनं भवति तथा च चित्रम् अस्ति. अत्र अत्र किञ्चिदिव मन्देन मन्दमन्दं पठामः. तत्र तद्वदेव इहापि उपलब्धिः प्रत्यक्षरूपं ज्ञानं सविषयकम् इति अत्रापि तद्विषयता वक्तव्या. इदानीम् अयं घटः इति ज्ञानं स्वीकुर्मः इति इदानीम् अयं घटः इत्यस्मिन् ज्ञाने ज्ञानं केन सम्बन्धेन कुत्र वर्तते? विषयतासम्बन्धेन. सत्यं, विषयतासम्बन्धेन कुत्र वर्तते? घटे वर्तते. घटे, समीचीनम्. विषयता ज्ञानम् अयं विषय अयं घटः इति ज्ञानम् अयं घटः ज्ञानं विषयतासम्बन्धेन घटे वर्तते. एवमेव अत्रापि, अत्रापि इत्युक्ते इदानीं सुखादि उपलब्धिः इति अस्ति किल? सुखादि उपलब्धिः इति सुखस्य प्रत्यक्षं सुखम् इदानीं मया सुखम् अहं सुखी इति ज्ञानमस्ति. तादृशज्ञानं तत्र केन सम्बन्धेन कुत्र वर्तते? विषयता सम्बन्धेन. हा, समीचीनं. विषयता सम्बन्धेन ज्ञानस्य विषयं किम्? अहं सुखी इति. हा, तत्र विषयं किं? यथा अयं घटः इत्यत्र घटः विषयः अस्ति तथा मया सुखम् अनुभूयते इति इत्यस्मिन् ज्ञाने ज्ञानं विषयतासम्बन्धेन कुत्र वर्तते? ज्ञानस्य विषयः कः? सुखमस्ति किल? सुखम्, सुखं ज्ञानस्य विषयः सुखम् अस्ति. अस्तु, सुखं मनसा सुखं सुखं दृश्यते किल? यथा चक्षुषा घटः दृश्यते तथा मनसा सुखं दृश्यते. अतः इदानीं ज्ञानस्य विषयः अस्ति सुखम्. अहं सुखी इत्यस्मिन् ज्ञाने ज्ञानं विषयतासम्बन्धेन सुखे वर्तते. हा इति तत् विषयता वक्तव्या अस्ति. तदाश्रयश्च सुखं भवति. तद् इत्युक्ते किम् अत्र? तदाश्रयसुखं भवति. पश्यतु महोदय, तत्र ज्ञानं विषयतासम्बन्धेन घटे वर्तते. एतद् अवगच्छति किल? इति इदानीं विषयता इति सम्बन्धः, विषयता इति सम्बन्धस्य आश्रयः कः? विषयता इति सम्बन्धस्य आश्रय विषयता ज्ञानमस्ति न? न न, ज्ञानं विषयता अस्ति. हा घटः, तत्र अतः एव घटनिष्ठविषयता इति वदामः किल. विषयता कुत्र निष्ठः, कुत्र वर्तते इति चेत् घटे वर्तते. घटे वर्तते, अतः एव घटनिष्ठ घटनिष्ठविषयता इति वदामः किल. एवमेव अत्र सुखं ज्ञानस्य विषयमस्ति. सुखं कस्य आश्रयः भवति? विषयतायाः आश्रयः भवति. अतः तद् आश्रयश्च सुखम् इत्युक्ते विषयतायाः आश्रयः सुखमस्ति. तादृशप्रत्यक्षं प्रति साधनं करणं मनः. इदानीं ज्ञानम् अहं सुखी इति ज्ञानं विषयतासम्बन्धेन सुखे वर्तते इति तादृश इति तादृशं केन केन करणेन लब्धम् इति चेत् मनसा लब्धं. मनः करणं कारणं भवति. तत्र मनः विना मनसा विना कथं वा अहं सुखम् अनुभवामि इति ज्ञानं भवति? अतः कारणं भवति मनः. मनः कारणमस्ति चेत् तस्य कार्यं किं भवति? प्रत्यक्षं भवति. मनः कारणं, तस्य कार्यं भवति प्रत्यक्षम्. किल? हा, इदानीं प्रत्यक्षं कार्यमस्ति चेत् कार्यता कुत्र वर्तते? प्रत्यक्षे वर्तते. प्रत्यक्षे वर्तते कार्यता. तन्निरूपितकारणता मनसि वर्तते. इदानीं तत्र चित्रं निरूपयतु, भवान् अवगच्छति. चित्रं निरूपयतु. सुखनिष्ठविषयतानिरूपित विषयतानिरूपित प्रत्यक्षनिष्ठ विषयिता. न न न सारि, तत्र स्वरः कथं गच्छति इति पश्यतु. सारि, सुखनिष्ठविषयितानिरूपित विषयिता विषयिताश्रयः प्रत्यक्ष तन् जन्यता प्रत्यक्षे जन्यता जन्यता प्रत्यक्षे जन्यता तन्निरूपितकारणता कारणता अस्ति. अस्तु, कारणता तन्निरूपितजनकताश्रयः आश्रयः मनः. हा, तत्र सुखनिष्ठविषयतानिरूपितविषयताश्रय प्रत्यक्षनिष्ठकारणतानिरूपितकार्यताश्रयः मनः इति भवति. पुनः वदामि, सुखनिष्ठविषयतानिरूपित विषयिता आश्रय प्रत्यक्षनिष्ठकार्य कारणतानिरूपित कार्यता आश्रयः, क्षम्यताम्, विषयतानिरूपित प्रत्यक्षनिष्ठकार्यता निरूपित कारणता आश्रयः मनः. जन्यता इत्युक्ते कार्यता, जनकता इत्युक्ते कारणता. जनकः कारणमस्ति, जन्यः कार्यमस्ति इति कृत्वा सुखनिष्ठविषयतानिरूपित विषयिताश्रय प्रत्यक्षनिष्ठकार्यतानिरूपितकारणताश्रयः मनः. इदानीं लौकिकरीत्या एतद् वाक्यं वक्तव्यं चेत् तत्र मनः एव कारणं भवति. कस्य मनः कारणं भवति? कार्यं किं? प्रत्यक्षं भवति. प्रत्यक्षमिति कार्यं ज्ञानं. प्रत्यक्षमित्युक्ते ज्ञानं. ज्ञाने तत्र विषयिता अस्ति, अपि च ज्ञानस्य विषयः कः? सुखं. तस्मिन् विषयता अस्ति इति कृत्वा विषयता विषयिता अनयोः मध्ये परस्पर तत्र निरूपकनिरूप्यभावः अस्ति इति कृत्वा तत्र सुखं मया अनुभूतम् इति कृत्वा अहं सुखी इति ज्ञानं लब्धम् इति कृत्वा यदि मनः इति इन्द्रियं नास्ति चेत् तादृशज्ञानं न भवितुं न भवति इत्यतः सुखेन तत्र मनसः निरूपणं कृतम्. अतः एव तत्र सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति उक्तम्. अवगच्छति किल? आमाम् आं महोदय, अवगच्छामि. अत्र अन्येषां सन्देहः वर्तते वा? श्रीराममहोदय एकवारं वदतु, तत्र चित्रनिरूपणं करोतु. अस्तु महोदय. सुखनिष्ठविषयतानिरूपितविषयिता आश्रयप्रत्यक्षं तन्निष्ठजनयतानिरूपितजनकता आश्रयः मनः. हा, तत्र जन्यता इत्यस्मिन् स्थाने कार्यता इति स्थापयितुं शक्यते, जनकता इत्यस्मिन् स्थाने कारणता इति स्थापयितुं शक्यते. स्थापयित्वा वदतु एकवारं. सुखं निष्ठविषयता सुखनिष्ठविषयता इति नास्ति, सुखनिष्ठ सुखनिष्ठविषयता निरूपितविषयिता आश्रय प्रत्यक्षनिष्ठ कार्यता निरूपितकारणताश्रयः मनः. हा, इति एव मनसः लक्षणमस्ति. अत्र सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति लक्षणवाक्यमस्ति किल, तस्य चित्रम् अत्र दत्तं, तावदेव चित्ररूपेण लक्षणं दत्तम्. अपि च तत्र समासः इदानीं सुखनिष्ठ इति समासः समस्तपदमस्ति किल, तत्र सुख इति पदमस्ति, निष्ठ इति पदमस्ति. यत्र यत्र समासः भवति तत्र सर्वत्र केवलं प्रातिपदिकमेव प्रथमं स्वीकर्तव्यं. सुखम् इति प्रथमाविभक्ति एकवचनरूपमस्ति. कस्य प्रातिपदिकस्य इति चेत् सुख इति प्रातिपदिकस्य अकारान्त नपुंसकलिङ्ग प्रातिपदिकस्य प्रथमाविभक्ति एकवचनं रूपं भवति सुख सुखम् इति. अतः यत्र यत्र वयं समस्तपदं निर्माणं कुर्मः तत्र सर्वत्र केवलं प्रातिपदिकमेव स्वीकर्तव्यं भवति. ये ये पूर्व समस्तपदे ये पूर्वपदा यानि पूर्वपदानि सन्ति तानि सर्वाणि अपि केवलं तत्र प्रातिपदिकरूपेण एव भवेत्. अतः सुखनिष्ठविषयतानिरूपितविषयता आश्रयः पुनः प्रत्यक्षनिष्ठ इति वक्तव्यं तत्रापि. प्रत्यक्षनिष्ठ प्रत्यक्षं निष्ठ नास्ति. प्रत्यक्षम् इति प्रथमाविभक्ति एकवचनरूपमस्ति, प्रत्यक्ष इति प्रातिपदिकस्य. अतः प्रत्यक्षनिष्ठ इति यत्र समस्तपदं वदामः तत्र प्रत्यक्ष इति एव वक्तव्यं, न तु प्रत्यक्षम् इति. प्रत्यक्षनिष्ठकार्यतानिरूपितकारणताश्रयः मनः इति तत्र उक्तम्. इतोपि तत्र अग्रे इदानीं तत्र सुखादि उपलब्धिसाधनम् इन्द्रियम् इति तत्र द्वे दले विद्यते लक्षणवाक्ये. उपलब्धिसाधनम् इति सुखादि उपलब्धिसाधनम् इति एकं दलमस्ति, इन्द्रियम् इति द्वितीयदलमस्ति. यदि एकस्य दलस्य त्यागं कुर्मः तर्हि कुत्र अतिव्याप्तिः भवति, तत्र दलद्वयस्य आवश्यकता अस्ति वा इति चिन्तनम् अग्रे आयास्यति. अपि च तत्र मनसः परमाणुपरिमाणं किमर्थं स्वीकृतम् इत्यस्मिन् विषये अपि चिन्तनं प्रवर्तते. तद् अग्रिमे सप्ताहे पश्यामः. समयः जातः. अस्तु अस्तु, अत्र स्थगयामः वा? अस्तु, समीचीनं. धन्यवादाः. नमस्कारश्च. धन्यवादः महोदय. धन्यवादः महोदय. नमस्कारः.